गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुर्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः हरिः ओं श्रीगुरुभ्यो नमः महोदय सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तपदानां विभक्तयः इति तस्मिन् विषये बहु किमपि वयम् अतीतवन्तः किन्तु अग्रिमविषयः भवति तत्र विशेषणविशेषभावः अतः तस्मात् पूर्वं किञ्चित् अभ्यासं कुर्मः इति तत्र केवलं षष्ठी विभक्तिः इति विषयं स्वीकृत्य एका कथा अस्ति एतत्तु राष्ट्रीयसंस्कृतसंस्थानम् इति तस्य पुस्तकमस्ति तत्र षष्ठीविभक्तिः शकुन्तलायाः कथा अस्ति अपि तदनन्तरम् अभ्यासाः अपि सन्ति इति कृत्वा एतत् कृत्वा अग्रे वयं गीतासोपानं गच्छामः तत्र विशेषणविशेषभावः तस्मिन् विषये चिन्ता भवति अस्तु तर्हि अतः तत्र प्रथमतया तत्र कथायाः पूर्वम् एकवारं तत्र भवान् शब्दः अपि आत्मन् शब्दः तद् सर्वं कृतवन्तः किन्तु तत्र स्त्रीलिङ्गे वयं एतावत् न कृतवन्तः इति मन्ये अतः स्त्रीलिङ्गे तत्र यदस्ति एकवारं तस्यापि किञ्चित् पुनस्मरणं कृत्वा अग्रे गच्छामः तत्र गीताञ्जलि भगिनी तत्र स्त्रीलिङ्गे किं पदं भवती पठितुम् इच्छति तत्र आरम्भे तत्र गीताञ्जलि भगिनी महोदय किञ्चित् अनन्तरं वदामि अस्तु अस्तु अस्तु अस्तु भगिनि अस्तु अतः तत्र सूर्यकुमारी भगिनी भवती किं पठितुम् इच्छति तत्र तत्र पश्यामः तत्र करपत्रमपि ईमेल् द्वारा एव अस्ति खलु भगिनि तत्र स्त्रीलिङ्गे वयं किमपि न कृतवन्तः तत्र एतत् कुर्मः वाक् वाच् शब्दः तस्य रूपम् एकवारं पठति वा द्वितीयपुटे अस्ति द्वितीयपुटे ओके ओके द्वितीयपुटे तत्र स्वरूपमहोदयस्य करपत्रं विभक्तिरूपाणि यस्मिन् सन्ति हलन्तशब्दानि स्त्रीलिङ्गरूपाणि चकारान्तः वाच् प्रातिपदिकम् अस्ति रूपाणि वाक् वाग् वाचौ वाचः वाचं वाचौ वाचः वाचा वाग्भ्यां वाग्भिः वाचे वाग्भ्यां वाग्भ्यः वाचः वाग्भ्यां वाग्भ्यः वाचः वाचोः वाचां वाचि वाचोः वाक्षु वाक्षु सम्बोधन वाक् वाग् वाचौ वाचौ वाचः वाचः समीचीनं भगिनि अस्तु इदानीं तत्र ललिता भगिनि तत्र इदानीं तत्र सृज् मास्तु तत्र सरित् सरित् इति रूपम् एकवारं वदति वा स्त्रीलिङ्गपदम् अस्ति स्त्रीलिङ्गपदं मरुत् इव अस्ति किन्तु एकवारं सरित् तकारान्तशब्दः सरित् सरितौ सरितः सरितं सरितौ सरितः सरिता सरिद्भ्यां सरिद्भिः सरिते सरिद्भ्यां सरिद्भ्यः सरितः सरिद्भ्यां सरिद्भ्यः सरितः सरितोः सरितां सरिति सरितोः सरित्सु सम्बोधनं सरि सरितं सरितः सरितं सरितः समीचीनम् अस्तु अग्रे नरेश महोदय अयं शब्दः स्त्रीलिङ्ग अस्ति हा तत्र तदपि अस्ति भगिनि किन्तु तत् अग्रे गत्वा कुर्मः तत्र हा तदपि अस्ति भगिनि किन्तु तद् अग्रे गत्वा कुर्मः तत्र तदपि अस्ति करणीयमेव अस्ति भगिनि सत्यमेव किन्तु अग्रे अग्रिमवर्गे कुर्मः अस्तु इदानीं तत्र महोदय तत्र दिश् इति रूपं रूपाणि वदति वा दिशौ दिशः दिशा दिग्भ्यां दिग्भिः दिशे दिग्भ्यां दिग्भ्यः दिशः दिग्भ्यां दिग्भ्यः दिशः दिशोः दिशां दिशि दिशोः दिक्षु बोधन दिशौ दिशः हा समीचीनं महोदय अस्तु केवलं अन्यत् एकं पठित्वा तत्र अग्रे गच्छामः तत्र लक्ष्मी भगिनी अग्रे तत्र आशीः इति अस्ति तत् पठति वा भगिनि आशीः शकारान्तः आशी अग्रिमे पुटे आशीष् शकारान्तः आशीः आशीः आशीः आशिषौ आशिषः आशिषम् आशिषौ आशिषः आशिषा आशीर्भ्याम् आशीर्भिः आशिषे आशीर्भ्याम् आशीर्भ्यः आशिषः आशीर्भ्याम् आशीर्भ्यः आशिषः आशिषोः आशिषाम् आशिषि आशिषोः आशिषु समीचीनं भगिनि तत्र मध्ये इदानीं तत्र आशिष् तत्र नूतनतया किम् अस्ति तत्र इर् इति आगच्छति खलु तत्र आशीर्भ्याम् इति आशीर्भिः इति तत्र शकारान्तः अस्ति इति अतः तत्र किन्तु अन्यत्र तादृशः नासीत् खलु तत्र तत्र पूर्वं यद् दृष्टवन्तः तत्र वाच् तत्र कुत्रापि तत्र इर् नासीत् किन्तु अत्र इर् अस्ति अस्तु तर्हि तत्र केवलं पुनःस्मरणार्थम् एतत् बहुवारं शृणुमश्चेत् तत्र मनसि स्थापितं भवति इति कृत्वा तावदेव अभ्यासरूपेण अस्तु इदानीम् अग्रे गच्छामः तत्र कथा या कथा अस्ति तां कथां पठामः षष्ठी विभक्तिः शकुन्तला इति कथा तत्र अस्तु अस्तु भगिनि अस्तु अस्तु भगिनि चिन्ता मास्तु अस्तु हा अस्तु तर्हि तत्र रघुपतिमहोदय आरम्भं करोति वा तत्र हा महोदय षष्ठी शकुन्तलकथा खलु शकुन्तला अप्सरसः मेनकायाः पुत्री आसीत् तस्याः पितुः नाम विश्वामित्रः आसीत् कण्वश्च तस्याः पालयिता पिता आसीत् सा पालयितुः पितुः कण्वमुनेः आश्रमे वसति स्म कण्वस्य तस्याम् अत्यधिकस्नेहः आसीत् पुत्र्याः शकुन्तलायाः पालने सः सर्वदा दत्तावधानः आसीत् कालेन शकुन्तला युवतिः जाता तस्याः विवाहस्य कृते पितुः कण्वस्य महती चिन्ता अभवत् समीचीनं महोदय धन्यवादः अग्रे शुभदा भगिनी पठति वा अग्रे आं महोदय एकदा सः दुहितुः शकुन्तलायाः विघ्नानां विनाशाय सोमतीर्थं प्रति गतवान् आसीत् तदानीमेव राज्ञः दुष्यन्तस्य मृगया विहारः कल्पितः अभवत् वने विचरतः मृगम् अनुसरतः च दुष्यन्तस्य यदा महाव्रतिनः कण्वस्य आश्रमे प्रवेशः अभवत् तदा मुनिकुमाराः आश्रममृगाणां वधं निषिद्धवन्तः ततः राजा दुष्यन्तः राजोचितानि उपकरणानि त्यक्त्वा पद्भ्याम् एव आश्रमं गतवान् तत्र सखीभिः सह वृक्षान् सिञ्चन्त्या शकुन्तलया सह नृपतेः दुष्यन्तस्य साक्षात्कारः अभवत्। दर्शनमात्रेण उभयोः परस्परम् अनुरागः सञ्जातः। अतः तदानीं दुष्यन्तः शकुन्तलां गान्धर्वविधिना परिणीतवान्। समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे गीताञ्जलि भगिनि। आम् महोदय, पितुः अनुपस्थितौ एकदृश्याः घटनायाः एतादृश्याः घटनायाः कारणेन सा चिन्ताग्रस्ता आसीत्। अपि च राज्ञः दुष्यन्तस्य अनुरागे लीना आसीत्। तस्मिन् अवसरे एकदा दुर्वासाः ऋषि कण्वस्य आश्रमम् आगतवान्। दुष्यन्तं ध्यायन्ती शकुन्तला दुर्वाससः आह्वानं न श्रुतवती। क्रोधेन दुर्वासाः शकुन्तलाम् अभिशप्तवान्। यस्य ध्याने त्वं मग्ना असि स त्वां विस्मरिष्यति इति। अस्तु, समीचीनं भगिनि। अस्तु अग्रे सूर्यकुमारी भगिनि। हा महोदय, तीर्थात् आगत्य कण्वः सर्वं वृत्तान्तं ज्ञातवान्। मुनिकुमाराभ्यां शार्ङ्गरव शरद्वताभ्यां शारद्वताभ्यां गौतम्या च सह कण्वः शकुन्तलां तस्याः पत्युः चक्रवर्तिनः दुष्यन्तस्य राजभवनं प्रेषितवान्। शापवशात् गान्धर्वविवाहविषये दुष्यन्तस्य विस्मरणं जातम्। दुष्यन्तेन प्रदत्ता मुद्रिका अपि मार्गे नद्याः जले अपतत्। अतः प्रमाणस्य अभावात् दुष्यन्तः पत्नीरूपेण शकुन्तलां नैव अङ्गीकृतवान्। एतेन वृत्तान्तेन शकुन्तला विषादग्रस्ता अभवत्। किन्तु कण्वाश्रमं न प्रत्यागतवती। मातुः मेनकायाः साहाय्येन सा महामुनेः मारीचस्य आश्रमं प्राप्तवती। तत्र च सा चक्रवर्तिलक्षणोपेतं भरतनामानां पुत्रं प्रसूतवती। समीचीनं भगिनि। अस्तु अग्रे नरेश महोदय। एकदा देवासुरयोः सङ्ग्रामे मघवतः साहाय्यार्थं दुष्यन्तः इन्द्रलोकं गतवान्। ततः प्रत्यागमनकाले दुष्यन्तेन सह शिशोः भरतस्य साक्षात्कारः अभवत्। सः तदानीम् उद्दाम्नः कस्यचित् सिंहशावकस्य मुखे हस्तं निक्षिप्य दन्तान् गणयन् आसीत्। तस्य शिशोः निर्भीकतया प्रभावितः दुष्यन्तः तस्य परिचयं जिज्ञासितवान्। तस्य मातुः शकुन्तलायाः प्रत्यभिज्ञानात् परं भरतं स्वपुत्रं ज्ञात्वा सः क्षमायाचनपूर्वकं तं शकुन्तलां च सहर्षं स्वीकृतवान्। हा, समीचीनं महोदय, धन्यवादः। अस्तु शकुन्तलायाः कथां तु सर्वे जानीमः, किन्तु तत्र अत्र विषयः कः इत्युक्ते तत्र विशेषणविशेष्यभावः अपि अस्ति, षष्टिविभक्तिः अपि अस्ति. षष्टिविभक्तिः यत्र अस्ति तत् तत् सुलभं भवति इति कृत्वा तत्र विशेषणविशेष्यभाव सौलभ्यं भवति इति कृत्वा एतत् स्वीकृतमस्ति. तत्र अप्सरसः मेनकायाः यत्र अस्ति तत्र जानीमः, तत्र मेनकायाः इति षष्टिः अस्ति, अप्सरसः इति विशेषणम् अस्ति इति कृत्वा तत्र षष्टिविभक्तिरूपं हलन्तपदानां षष्टिविभक्तिरूपमपि तत्र मनसि स्थापितं भवति इति तावदेव. अस्तु, इदानीं तत्र पङ्क्तिशः पश्यामः. तत्र ललिता भगिनी आरम्भं करोति वा? करोमि महोदय. शकुन्तला अप्सरसः मेनकायाः पुत्री आसीत्. अप्सरसः प्रथमा विभक्ति एकवचनम्. किं शकुन्तला शकुन्तला इति? अस्तु, समीचीनं. तस्य प्रथमा विभक्तिः अस्ति. मेनकायाः पुत्री आसीत्. मेनकायाः षष्टिविभक्ति. शकुन्तला मेनकायाः पुत्री आसीत्. मेनकायाः षष्टिविभक्ति शकुन्तला तस्य. सत्यं, शकुन्तलायाः पुत्री. अप्सरसः इति तत्रापि तस्य विभक्ति का? अप्सरसः प्रथमा विभक्ति एकवचनम्. अस्तु, अत्र अप्सरसः इति पदं तत्र प्रथमविभक्ति अस्तु. तत्र तत्र अप्सरा का, मेनका वा अथवा शकुन्तला वा? शकुन्तला. मेनका अप्सरा अस्ति, अतः तत्र मेनकायाः इति षष्ठी मध्ये अस्ति चेत् तस्य तस्य पदस्य विशेषणम् अप्सरा इति तदपि इति अस्ति भगिनि. अतः तत्र अप्सरस् इति सकारान्तपदं तत्र करपत्रे तत्र तदीयपुटे तदनन्तरम् अप्सरस् इति अप्सरसः इति षष्टिविभक्ति. वयं जानीमः तत्र अप्सरसा इति तृतीया, अप्सरसे इति चतुर्थी, अप्सरसः अप्सरसः इति पञ्चमी, षष्टि अप्सरसि इति सप्तमी खलु. अत्र अप्सरसः इति षष्टि. मेनका इति यत् अस्ति तस्य विशेषणम् अप्सरस् इति सकारान्तस्त्रीलिङ्गपदम्. अस्तु, अग्रे भगिनि. तस्याः पितुः नाम विश्वामित्रः आसीत्. तस्याः इति कस्याः? शकुन्तलायाः पितुः. तस्याः शकुन्तलायाः पितुः नाम नाम विश्वामित्रः आसीत्. तस्याः पितुः नाम षष्टिविभक्ति, षष्टिः पुनः षष्टिः अस्ति. तत्र पिता इति पितृ इति ऋकारान्तपदं, तस्य षष्टिः पितुः. शकुन्तलायाः पितुः नाम अस्ति विश्वामित्रः ऋषिः इति. अस्तु, अग्रे. एकन्वश्च तस्याः पालयिता पिता आसीत्. शकुन्तलायाः पालयिता पिता, विशेषण आफ् पिता. पिता शब्दस्य समीचीनं. तत्र पालयिता इति पदस्य परिचयं करोतु भगिनि. पालयिता इति कीदृशः? यः पालयति, पालयितृ. यः पालयति सः पालयितृ. अत्र मूलशब्दमस्ति, प्रातिपदिकं ऋकारान्ते एव अस्ति पालयितृ इति. पितृ इति एव पालयितृ, पितृ पालयिता पिता इति प्रथमविभक्तौ. समीचीनं भगिनि. कण्वः च कण्वश्च इति भवति. अस्तु, अग्रे. सा पालयितुः पितुः कण्वमुनेः आश्रमे वसति स्म. सा शकुन्तला पालयितुः पितुः षष्टिविभक्ति विशेषणविशेषणमस्ति पितुः शब्दस्य. पालयितुः पितुः कण्वमुनेः आश्रमे तत्र सप्तमी विभक्ति अस्ति. कण्वमुनेः कण्वमुनेः षष्टिविभक्ति कण्वमुनेः षष्टिविभक्ति आश्रमे सप्तमी विभक्ति वसति स्म सा शकुन्तला. समीचीनं भगिनि. अग्रे कण्वस्य तस्याम् अत्यधिकः स्नेहः आसीत्. तस्याम् इत्युक्ते कण्वस्य षष्टिविभक्तिः अस्ति. तस्यां शकुन्तलायां हा समीचीनं हा तस्यां शकुन्तलायां तस्य अत्यधिकस्नेहः पुल्लिङ्ग अस्ति. अत्यधिकः अतः विशेषणविशेषणम् अस्ति. अत्याधिकः अपि प्रथमाविभक्ति पुल्लिङ्गे अस्ति. तत्र वयं जानीमः तत्र यदा वयं स्नेहः विश्वासः एतादृशभावः प्रकटयितुम् इच्छामः तस्मिन् सन्दर्भे तत्र कस्याः विभक्तेः प्रयोगः भवति? दुह्यति न विश्वासः अभिरुचिः स्नेहः इति अस्ति चेत् तत्र का विभक्ति भवति? हा सप्तमी भवति. तत्र यदि अहं वक्तुम् इच्छामि तत्र कोऽपि अहं विश्वसमि अतः अहं वदामि मम विश्वासः तस्मिन् पुरुषे अस्ति. मम विश्वासः अत्र कस्य स्नेहः तत्र शकुन्तलायां कण्वस्य स्नेहः शकुन्तलायां. समीचीनं भगिनि. समीचीनं हा तत्र कण्वस्य पालयितुः पितुः कण्वस्य अथवा कण्वमुनेः स्नेहः पुत्र्यां शकुन्तलायां आसीत्. समीचीनं भगिनि. अस्तु अग्रे तत्र शुभदा भगिनि अग्रे पठति वा? धन्यवादः भगिनि. समीचीनम् आसीत्. अग्रे शुभदा भगिनि. आं महोदय. पुत्रयाः शकुन्तलायाः पालने सः सर्वदा दत्तावधानः आसीत्. पुत्र्याः संयुक्ताक्षरः अस्ति महोदय, न तु पुत्रयाः. न पुत्र्याः पुत्री पुत्र्याः भवती भवत्याः षष्टिविभक्ति. आं महोदय, अत्र तु सेपरेट् अक्षराणि अस्ति पुत्रयाः इति तत्र जोयिन्ट् अस्ति. ओ सत्यं सत्यम् अस्तु सत्यं तत्र सत्यं सत्यं तत्र मुद्रणदोषः प्रायः सम्यक् न वा? पुत्र्याः एव तत्र भवितुम् अर्हति. सत्यं भगिनि. पुत्र्याः शकुन्तलायाः शकुन्तला इति शब्दस्य विशेषणं भवति पुत्री. अतः विशेषणविशेष्यभावः अस्ति पुत्री शकुन्तला. अतः षष्ठीविभक्ति पुत्र्याः अपि च षष्ठीविभक्ति शकुन्तला शकुन्तलायाः पालने सः पालने इति सप्तमी विभक्ति. सः सर्वदा सः इत्युक्ते कण्वमुनिः सर्वदा दत्तावधानः आसीत्. दत्तावधानः इति इत्युक्ते यः अवधानं दत्तवान् अस्ति ददाति सः दत्तावधानः. कस्मिन् विषये सः अवधानं ददाति? सः पालनविषये सः अवधानं ददाति. अथवा कस्य पालने? तत्र पुत्र्याः शकुन्तलायाः पालने सः कण्वऋषिः कण्वमुनिः सर्वदा दत्तावधानः इति बहुव्रीहिसमासः इति प्रायः. यस्य दत्तावदान इत्युक्ते कस्य शब्दस्य विच्छेदनं विशेषणं विशेषणमस्ति अत्र विशेषणमस्ति कण्व मुनेः कण्वमुनेः दत्तावधानः अस्ति कथं दत्त इत्युक्ते दत्त दत्त यः दत्तवान् इति तत्र किं दत्तवान् अवधानं दत्तवान् तत्र तत्र भागं खण्डं दृष्ट्वा तत्र दत्त दत्तवान् इति तत्र तस्य सूचनं नास्ति अवधानम् इति अपि सूचनं नास्ति किन्तु यः दत्तवान् अवधानं सः इति तत्र पद्मनाभः इति तत्र पद्मनाभः किं कः पद्मनाभः विष्णुः हा किन्तु तत्र पद्म यस्य नाभौ पद्मम् अस्ति सः पद्मनाभः तत्र पद्म इति विषयः नास्ति नाभि इति विषयं नास्ति खलु तादृश एव तत्र दत्तवान् इति विषयः नास्ति अवधानम् इति विषयः नास्ति यः ददाति अवधानं तस्य विषयः अस्ति अत्र एतत् पदं तं सूचयति यः अवधानं दत्तवान् अतः तत्र अक्रियां क्रियां न सूचयति अवधानमपि न सूचयति केवलं तत्र यः दत्तवान् सः दत्तवधानः इति भवति नूतनपदमस्ति हा एतत् बहुव्रीहिसमासः इति अस्ति भगिनि भवती तु जानाति इति मन्ये हा तत्र बहुव्रीहिसमासः इत्युक्ते तत्र पदद्वयं यत्र अस्ति तत्र तयोः संयोजनेन तत्र मेलनेन नूतनपदं भवति तत्र समासः सन्धि इति कार्यम् अस्ति किन्तु यत्र अन्यपदप्राधान्यं तत्र पदद्वयं यत् अस्ति तयोः प्राधान्यं नास्ति किन्तु अन्यपदप्राधान्यम् अस्ति यत्र अस्ति तत्र बहुव्रीहिसमासः भवति अस्तु कालेन शकुन्तला युवतिः जाता कालेन इति अनन्तरं तत्र गच्छता कालेन इन् कोर्स् आफ् टैम् इति शकुन्तला युवतिः जाता तत्र गच्छता कालेन इति तत् कर्मणि प्रयोगः गच्छता कालेन एतद् अभवत् मया कार्यं कृतं गच्छता कालेन सा सञ्जाता इति अत्र कर्मणि प्रयोग अस्ति महोदय कालेन गच्छता कालेन इति कालम् एतत् करोति इति गच्छता कालेन इति तादृश तत्र मया एतत् कार्यं कृतं गच्छता कालेन एतत् अभवत् तस्याः शकुन्तला युवतिः जाता कथं सा जाता कः युवतिः सा जाता किन्तु अहं मया पुस्तकं पठितं तत्र पुस्तकं केन पठितं किं कृतवान् कः कृतवान् इति प्रश्नः भवति खलु अथवा भवती पठितवती भवत्या पुस्तकं पठितं कया पुस्तकं पठितम् अत्र तादृश कया शकुन्तला युवतिः जाता गच्छता कालेन शकुन्तला युवतिः जाता तस्याः विवाहस्य कृते पितुः कण्वस्य महती चिन्ता अभवत् तस्याः षष्ठीविभक्ति विवाहस्य अपि षष्ठीविभक्ति कृते विवाहस्य कृते विवाहाय विवाहार्थं विवाहार्थं पितुः इति पितृशब्दस्य षष्ठीविभक्ति पितुः कण्वस्य कण्व इति शब्दस्य पितृ इति विशेषणं विशेष्यभावः पितुः कण्वस्य षष्ठीविभक्ति महती चिन्ता अभवत् अत्रापि चिन्ता इति शब्दस्य महती इति विशेषणं भवति अतः प्रथमा विभक्ति एकवचनं भवति तत्र कर्तृपदं किमस्ति अस्मिन् वाक्ये चिन्ता अभवत् तावदेव सत्यं महती चिन्ता अभवत् कस्य इति अपि कस्य कृते चिन्ता, तत्सर्वम् अग्रे, किन्तु लघुवाक्यं तत्र चिन्ता अभवत्, तदेव समीचीनम्। अग्रे एकदा सः दुहितुः शकुन्तलायाः विघ्नानां विनाशाय सोमतीर्थं प्रति गतवान् आसीत्। दुहितुः इति दुहितृ पुत्री इत्यर्थे, दुहितुः इति षष्ठीविभक्ति, दुहितृ इति शब्दस्य, शकुन्तलायाः षष्ठीविभक्ति, विघ्नानाम् इति विघ्नम् इति विघ्नं नपुंसकलिङ्गे पुल्लिङ्गे वा महोदय? विघ्नः इति स्मरामि किन्तु न जानामि समस्या, विघ्नः इति अस्ति खलु पुल्लिङ्गे इति मन्ये भगिनि। विघ्नानाम् इति षष्ठी बहुवचनस्ति, विघ्नानां विनाशाय विनाशार्थं सोमतीर्थं प्रति गतवान् आसीत्। कण्वऋषिः सोमतीर्थं प्रति प्रस्थानं कृतवान् आसीत्। तत्र दुहितुः इति तत्र पश्यतु, तत्र यथा आङ्ग्लभाषायामपि तत्र पुत्री इति तस्य तत्र किम् अस्ति, पुत्री इति कदा वदा कथं वदामः आङ्ग्लभाषायां? डाटर्। हा तत्र दुहितु महोदय, प्रथम एकवचनं दुहितृ, दुहितृ प्रातिपदिकं, प्रथम एकवचनं दुहिता, मातावत् एकमेव अस्ति दुहिता। अस्तु, स सोमतीर्थं विज्ञानं शकुन्तलायाः अस्तु गतवान् आसीत्, समीचीनम्। अस्तु अग्रे। तदानीमेव, अत्र तु सन्धि अस्ति, तदानीम् एव राज्ञः दुष्यन्तस्य मृगया विहारः कल्पितः अभवत्। तदानीमेव राज्ञः इति राजन् इति प्रातिपदिकं किमस्ति? नकारान्त, राजन्, राजन् प्रातिपदिकं, राजा इति प्रथमविभक्ति एकवचनं, राजन् इति पदस्य षष्ठीविभक्ति एकवचनं, दुष्यन्तस्य राजा राजन् दुष्यन्तः इति प्रथमा विभक्ति, अतः राज्ञः दुष्यन्तस्य षष्ठीविभक्ति विशेषणं विशेष्य मृगया विहारः इति मृगयार्थं, तत्र मृगाणां तत्र किं हननं, तत्र अस्तु, अतः तत्र तेषां वदम् इति विहाररूपेण, मृगया विहारः तद् विहारं विहाररूपेण कल्पितः इत्युक्ते तत्र ते दुष्यन्तः तत्र विहारं कर्तुं सः गच्छति इति कार्यक्रमः कल्पितः अस्ति। कल्पितः इति इत्युक्ते एक्साक्ट् अर्थं किं भवति महोदय? कल्पयति, तत्र पठितः, पठितः इति अस्ति भगिनि, तत्र तत्र अहं पुस्तकं पठामि, एतत् पुस्तकं मया पठितं, तत्र पुस्तकस्य विशेषणं भवति, एतत् पुस्तकं पठितं, केन अथवा कया पठितं? मया पठितं, तत्र पठितम् इति तत्र तादृश तत्र कल्पितः इति तद् विशेषणं भवति इति कृत्वा तत्र विहारः कल्पितः। परन्तु तस्य अर्थं किं भवति, कल्पितः इत्युक्ते किं? तत्र कल्पितं, तत्र पुस्तकं पठितम् इति, पठितं पुस्तकम् इत्युक्ते किं भवति? कोऽपि पठति इदानीं तत् पुस्तकं पठितं पुस्तकं, बुक् देट् वास् रेड्, रेड् इति अर्थे, तत्र वास् कन्सीव्ड्, वास् set was planned iti artah. Oh, okay, okay, planned, ha ha ha, it was planned, tatra kalpitah asti. Mahodaya, planned va tasya chintanam krutavan iti na kalpana iti, kalpa kalpana iti tatra, kintu tatra anekah artah santi kalu, tatra tadapi bhavitum arhati, tatra kalpana iti ukte imagination iti tadapi bhavitum arhati, kintu atra kim asti, tatra it was conceived atwa it was planned, it was decided in tadrusha artah. अस्तु सेटप् सेटप् सेटप् अभवत् इति आङ्ग्लभाषायाः साहाय्यं न न न आवश्यकं किन्तु किन्तु किन्तु एकं तु वक्तव्यमस्ति तत्र यद्यपि वयं पदं जानीमः किन्तु सः एव अर्थः अत्रापि भवति इति कोऽपि नियमः नास्ति खलु पदं जानीमः किन्तु एकस्य पदस्य अनेकाः अर्थाः सन्ति इति कृत्वा तत्र सन्दर्भानुसारं सन्दर्भानुसारं तत्र कः अर्थः अत्र सम्यक् भवति इति तत्र तस्य निर्णयः अपि करणीयः अस्ति अतः तत्र अतः कल्पितः इति तत्तु तत्र चिन्तितः इति चिन्तितः अस्ति अभवत् इति अस्तु तत्र अग्रे रघुपतिमहोदय पठति वा महोदय वने विचरतः मृगम् अनुसरतः च दुष्यन्तस्य यदा महाव्रतिनः कण्वस्य आश्रमे प्रवेशः अभवत् तदा मुनिकुमाराः आश्रममृगाणां वधं निषिद्धवन्तः अत्र यदा महाव्रतिनः कण्वस्य आश्रमे प्रवेशः अभवत् तदा व्रतिनः महाव्रतिनः कण्वस्य महाव्रतिम् इति अहं चिन्तयामि नकारान्तपदम् अस्ति वा अतः अत्र कण्वस्य विशेषणमस्ति महाव्रतिनः कण्वस्य इति वने विचरतः के विचरतः मृगम् अनुसरतः अत्र विचरतः विचरतः इति मृगम् इत्यस्य विशेषणमस्ति वा विचरतः एकवारं वने विचरतः अस्तु अस्तु महोदय तत्र एतत् कुर्मः तत्र अस्तु तत्र सुलभभागं तु तदा किं कृतवन्तः तत्तु सुलभमस्ति इदानीं तत्र अभवत् इति क्रियापदं स्वीकुर्मः तत्र प्रवेशः अभवत् इति प्रवेशः अभवत् इदानीम् एतत् प्रश्नः इदानीं प्रश्नः अस्ति कस्य प्रवेशः अभवत् आश्रमे प्रवेशः अभवत् एकवारं दुष्यन्तस्य प्रवेशः अभवत् इत्युक्ते तत्र दुष्यन्तः प्रविष्टवान् दुष्यन्तः आश्रमं प्रविष्टवान् अथवा दुष्यन्तस्य प्रवेशः अभवत् दुष्यन्तस्य प्रवेशः अभवत् इदानीं दुष्यन्तस्य इति अस्ति कीदृशदुष्यन्तः विचरतः मृगम् अनुसरतः दुष्यन्तस्य तदेव अस्ति यदा इदानीं तत्र किञ्चित् परिवर्तनं कृत्वा तत्र क्रमस्य परिवर्तनं कृत्वा तत्र यदा इति यदा अपि कर्तृपदम् इति तादृशं विचरन् इति इत्यस्य षष्ठी भक्ति विचरतः पठन् इति शत्रन्तरूपं तत्र भवान् शब्दवत् अस्ति तत्र तस्मिन्नेव समये तत्र प्रवेशः अभवत् किन्तु तस्मिन्नेव समये तत्र सः विचरति अपि अनुसरति मृगमपि अनुसरति इति कृत्वा विचरति अपि अनुसरति अतः विचरन् अनुसरन् दृश्यन्तः तत्र प्रवेशं कृतवान् अस्ति महावृतिनः कण्वस्य आश्रमे प्रवेशं कृतवान् तदा आश्रममृगाणां वधं निषिद्धवन्तः मुनिकुमाराः इति समीचीनं महोदय अतः तत्र यदा विचरतः मृगम् अनुसरतः तत्र वने विचरतः तत्र यदा वने विचरतः मृगम् अनुसरतः दुष्यन्तस्य प्रवेशः अभवत्। कुत्र प्रवेशः अभवत्? महाव्रतिनः कण्वस्य आश्रमे प्रवेशः अभवत्। तदा मुनिकुमाराः आश्रममृगाणां वधं निषिद्धवन्तः। तत्र बहिः वधं कर्तुं भवान् शक्नोति, किन्तु आश्रमे वधं तत्र निषिद्धः, वधं निषिद्धम् इति उक्तवन्तः। मृगं पदस्य षष्टिविभक्ति कथं नास्ति? मृग तत्र मृगम् अनुसरन् इति अस्ति महोदय। तत्र मृगम् अनुसरन् इति तत्र अनुसरति इति तत्र किं भवति? तत्र मृगस्य तत्र मृगम् अनुसरत् तत्र क्रियापदं किं भवति महोदय? तत्र एतत् शत्रन्तरूपम् अस्ति खलु महोदय, नरेश् महोदय? अनुसरति, अनुसरति इति क्रियापदम् अस्ति, तस्मात् किं भवति तत्र शत्रन्तरूपं कीदृशं भवति? अहं तत्र अहं गच्छन् पश्यामि इति, तत्र अहं गच्छामि पश्यामि अथवा अहं पश्यन् गच्छामि इति स्वीकुर्मः। तत्र अहम् इदानीं वृक्षं पश्यामि, तस्मिन्नेव समये अहं गच्छामि, इदानीं वाक्यं किं भवति? अहं वृक्षं पश्यन् गच्छामि इति भवति, समीचीनम्। इदानीं मम तत्र इदानीं तत्र अहं वृक्षं पश्यन् गच्छामि, इदानीं मम इति स्थापयामश्चेत् तत्र किं भवति? षष्ठीविभक्तिरूपम् अहं वृक्षं पश्यन् इति अस्ति, अहं वृक्षं पश्यन् इति अस्ति, इदानीं तत्र पश्यन् इति विशेषणम् अस्ति अहम् इति पदस्य। मम पश्यतः, किन्तु वृक्षं किं भवति? वृक्षं षष्ठी न भवति, वृक्षमेव तिष्ठति। मम वृक्षं पश्यन् इति तत्र पश्यतः इति भवति, मम वृक्षं पश्यतः। अत्रापि तत्र मृगम् अनुसरति दुष्यन्तः, दुष्यन्तः मृगम् अनुसरन् इति प्रथमविभक्तिरूपम्। इदानीं दुष्यन्तस्य इति यदा भवति तत्र मृगम् अनुसरतः दुष्यन्तः इति एव भवति, समीचीनं वा? यदि तत्र मृगस्य अस्ति चेत् तत्र अन्यत् अपि मृगस्य अपि स्थापयितुं शक्नुमः, किन्तु तत्र अन्यपरिवर्तनं भवति, नाम अनुसरतः इति स्थाने अनुसरणं कुर्वन् इति, कुर्वतः दुष्यन्तस्य इति। तत्र पुस्तकं पठन् अथवा पठतः अथवा पुस्तकस्य पठनं कुर्वन् इति, तत्र क्रियापदस्य विभजनम् इति कृतवन्तः खलु अभ्यासः, तत्र षष्ठी भवति। महोदय, शत्रन्तरूपाणि सर्वे कर्मपदं स्वीकरोति महोदय? यदि तत्र क्रियापदं सकर्मकम् अस्ति चेत् कर्मपदं भवति शत्रन्तरूपे। अस्तु, सर्वदा कर्तुं शक्नुमः। तत्र अहं हसन् गायामि, तत्र हसन् इति तत्र न तु अकर्मक वा? किन्तु यदि क्रियापदं धातु सकर्मक अस्ति चेत् सर्वदा शत्रन्तरूपे अपि तत्र कर्मपदं तत् स्थापयितुं शक्नुमः। अत्र कर्मपदम् इति समीचीनं महोदय, मृगम् इति मृगम् इति सत्यं, मृगम् अनुसरति, तस्मिन्नेव समये सः विचरति अपि, अतः तत्र अनुसरन् दुष्यन्तः, मृगमनुसरन् दुष्यन्तः विचरति, इदानीं सः अनुसरति विचरति अपि प्रवेशः अपि करोति कृत्वा प्रवेशतु मुख्य अभवत् इति अस्ति, किन्तु तस्य यदा यदा अभवत् तत्र तद् अभवत् इति न, यदा तद् अभवत् तस्मिन् समये अन्यत् किमपि अभवत्, किन्तु यदा अभवत् तस्मिन् समये सः कुर्वन् आसीत् खलु, यदा अभवत् हा तत्र अहं गच्छन् गच्छन् तत्र विश्वविद्यालयस्य प्रवेशं यदा अहं कृतवान् इति तत्र गच्छन् इति एव भवति, अतः तत्र तत्र क्रिया इदानीमपि तस्मिन् एव समये अपि आसीत् इति अतः यदा प्रवेशः अभवत् तत्तु मुख्य क्रिया, हा सत्यं तत्समये तस्मिन् समये तस्मिन् समये विचरति अपि अनुसरति मृगम् सत्यं तत् कुर्वन्नेव तत्र सः आश्रमस्य समीपम् आगतवान्, तदनन्तरम् आश्रमस्य प्रवेशमपि कृतवान् सः सः, अतः तेन किं सूचितमस्ति, सः एतत् न निश्चितवान् अहं तत्र कण्वस्य मुनिः कण्वमुनिः अस्ति अहं तस्य आश्रमं गच्छामि इति तस्य मनसि चिन्ता नासीत्, तादृशचिन्ता नासीत् खलु। पुनः वदतु महोदय, दुष्यन्त राजा महाराजा दुष्यन्तः यः अस्ति राज्ञः दुष्यन्तस्य मनसि अहं कण्वस्य आश्रमं गच्छामि इति इच्छा नासीत् नासीत् केवलं तत्र तत्र कल्पना अपि नासीत् कल्पना अपि नासीत् कस्मात् एतत् अभवत् हा तत्र हा इति अतः तत् सः अपि मुख्यांशः अस्ति, तत्र केवलं सः मृगस्य अनुसरणं तत्र तस्मिन् विषये सः मग्नः आसीत्, किन्तु सः कदाचित् सः अत्र आगतवान् अस्ति इदानीं तत्र कण्वस्य आश्रमे सः प्रविष्टः इदानीं तदा मुनिकुमारः किं कृतवन्तः, आश्रमस्य मृगाणां वधं निषिद्धवन्तः, अत्र आश्रमे वयं वधं न कर्तुं तत्र अनुमतिः नास्ति इति उक्तवन्तः अस्तु हा अग्रे रघुपति महोदय एकवारं हा महोदय ततः राजा दुष्यन्तः राजोचितानि उपकरणानि त्यक्त्वा पद्भ्याम् एव आश्रमं गतवान् राजा दुष्यन्तः उपकरणानि राजोचितानि उपकरणानि त्यक्त्वा गतवान् आश्रमं गतवान् इति तत् अग्रे पठामि वा तत्र राजोचितानि उपकरणानि इत्युक्ते तत्र सः राजा अस्ति चेत् तत्र रथम् अस्ति अपि सैनिकाः सन्ति अपि पादत्राणम् अस्ति सर्वम् अस्ति तत् सर्वं सः निष्कास्य त्यक्त्वा अतः सः किं तत्र आदरं प्रदर्शयति खलु आश्रमम् आगच्छामि अहं राजा इति न, किन्तु तत्र आश्रमनियमः अपि संस्कृतिः यदस्ति तत्र पालनीयम् इति कृत्वा तादृश सः कृतवान् तत्र सखिभिः सह वृक्षान् सिञ्चन्त्या शकुन्तलया सह नृपतेः दुष्यन्तस्य साक्षात्कारः अभवत् तत्र दुष्यन्तस्य साक्षात्कारः अभवत् नृपतेः दुष्यन्तस्य साक्षात्कारः अभवत् कस्य तत्र नृपतेः इति पदस्य प्रथमविभक्तिरूपं हा एकवारं नृपति इति दुष्यन्त साक्षात्कारः अभवत् शकुन्तलया शकुन्तलया सह साक्षात्कारः अभवत् सिञ्चत्या शकुन्तलया इति अत्र विशेषणविशेषमस्ति वृक्षान् सिञ्चन्त्या शकुन्तलया सह इति अस्ति अतः तत्र सः इति द्विवारं तत्र आगच्छति सखीभिः सह वृक्षान् सिञ्चन्त्या शकुन्तलया तया सह नृपतेः दुष्यन्तस्य साक्षात्कारः अभवत् अतः तत्र द्विवारम् आगच्छति इति तत्र सः पदं तत्र किञ्चित् क्लेशः भवति किन्तु तत्र एकम् अस्ति सः तत्र सा वृक्षान् सिञ्चन्ति अस्ति सिञ्चन्ति अस्ति अथवा सिञ्चयति अथवा सिञ्चन्ती अस्ति सा एकाकी सिञ्चन्ती अस्ति वा न सखिभिः सह सिञ्चन्ती अस्ति वृक्षान् सिञ्चन्ती अस्ति सा तादृशी शकुन्तला या अस्ति तया सह साक्षात्कारः साक्षात्कारः अभवत् अग्रे अग्रे दर्शनमात्रेण उभयोः परस्परं वदतु भगिनि नृपतेः तु षष्ठी अस्ति विशेषणमस्ति दुष्यन्तस्य किमर्थं नृपतेः किमर्थं नृप अत्र प्रातिपदिकं तु नृपः न न नृपः अस्ति नृपतिः इति अस्ति न न नृप अन्यत् पदम् अस्ति नृपतिः अन्यत् पदम् अस्ति ओ समानार्थकं महोदय नराणां पतिः नृपतिः इति तत्र नृपः इति पदं नास्ति अत्र नृपतिः नृपः अकारान्तपदं पुल्लिङ्गे एतत् पदम् अस्ति ईकारान्त कविः शब्दवत् नृप नृप न न नृपतिः सत्यं नृपतिः नृपति नृणा महोदय पुनः एकवारं वदतु महोदय इति अतः तत्र तेषां प्रति दुष्यन्तस्य साक्षात्कारः दर्शनमात्रेण दर्शनमात्रेण उभयोः परस्परम् अनुरागः सञ्जातः दर्शनमात्रेण उभयोः कयोः दुष्यन्तस्य अपि च शकुन्तलायाः मध्ये अनुरागः सञ्जातः तत्र अनुरागः सञ्जातः विशेषणविशेषभावः सञ्जातः आसीत् इति सञ्जातः आसीत् अतः तदानीं दुष्यन्तः शकुन्तलां गान्धर्वविधिना परिणीतवान् दुष्यन्तः शकुन्तलां परिणीतवान् गान्धर्वविधिना गान्धर्वविधिम् अनुसृत्य तां परिणीतवान् तत्र तयोः विवाहः सञ्जातः तत्र गान्धर्वविधिना इति किमस्ति तत्र विधिः विधिः इति पदस्य तृतीयविभक्ति गान्धर्वविधिना तत्र कीदृशविवाह कीदृशी रीत्या विवाहः अभवत् इत्युक्ते तत्र गान्धर्वविधिना विवाहः अभवत् इति समीचीनं महोदय धन्यवादः अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रे पठति वा महोदय क्षम्यतां पुनः किञ्चित् पृच्छामि महोदय अस्तु पृच्छतु भगिनि किमर्थम् एतत् अत्र गान्धर्वविधिना तु गान्धर्व एकं विवाहस्य एकं विधिः अस्ति तस्य तस्मिन् विधि विद्याम् अन्य कोऽपि तत्र नास्ति इति अहं सत्यं सत्यं भगिनि सत्यं तत्र सः एव तत्र गान्धर्वविधि इत्युक्ते तदेव अस्ति द्वयोः परस्पर अनुरागः यः यत्र अस्ति तत्र तादृश तत्र विवाहः इति यदा भवति तद् गान्धर्वविधिना विवाहः इति एव वदामः अपि तत्र तत् समये अपि तत्र कोऽपि अन्य नास्ति तत्र अन्य कोऽपि किन्तु अत्र तु चित्रेण तु तत्र न मनसि हा तावदेव अस्तु महोदय तत्र सत्यं तत्र तत्र एतद् वक्तव्यमस्ति खलु भगिनि तत्र चित्रं यदस्ति तत् सर्वदा पदेन यत् लिखितमस्ति तत्र सर्वदा सम्बन्धः भवति इति नास्ति खलु अतः तत्र मनसि एतादृशी एतादृशचित्रम् अस्ति किन्तु किन्तु तत्र केवलं द्वयोः एव उभयोः इति एव तत्र आवश्यकता अस्ति गन्धर्वविधिना विवाहार्थं महोदय गन्धर्वविधि इति पुल्लिङ्गशब्दः वा हरिवत् विधिः इति प्रायशः स्त्रीलिङ्गं स्त्रीलिङ्गम् इति मन्ये किन्तु मति अस्ति चेत् मति मत्या इति भवति विधिना इति प्रायशः विधिना इति हरिवत् हरि हरिवत् हरि पुल्लिङ्गे अस्ति समीचीनं हा पुल्लिङ्ग विधिना स्त्रीलिङ्गे अपि अस्ति वा विधि इति स्त्रीलिङ्गे अपि अस्ति ओके किन्तु तत्र मतिशब्दो भवति अपि तस्य तृतीया भवति विद्या विद्या मत्या इति विद्या अस्तु महोदय धन्यवादः अस्तु अग्रे धन्यवादः महोदय लक्ष्मी भगिनी पठामि वा पठतु भगिनि पितुः अनुपस्थितौ एतादृश्याः घटनायाः कारणेन सा चिन्ताग्रस्ता आसीत् पितुः षष्टिविभक्ति पितुः एतादृश्याः अनुपस्थितौ भगिनि तत्र सा इति आरभ्य वाक्यं पठतु प्रथमतया सा चिन्ताग्रस्ता आसीत् सा का शकुन्तला सा शकुन्तला चिन्ताग्रस्ता आसीत् चिन्ताग्रस्ता इति किं भवति विशेषणं चिन्ताग्रस्ता इत्युक्ते तत्र चिन्ताकुला चिन्ताग्रस्ता इत्युक्ते तस्या चिन्ता आसीत् चिन्ताग्रस्ता चिन्ताभग्ना आसीत् समीचीनम् इदानीं तत्र कारणं किम् इति केन कारणेन इत्युक्ते तत्र पिता तस्मिन् समये न उपस्थितवान् न आसीत् न तत्र न आसीत् इति कारणेन यस्मिन् समये यस्मिन् समये एतादृशा घटना अभवत् एतादृशी घटना एतादृशी घटना अभवत् हा तस्मिन् समये सा चिन्ता तत्र नासीत् इति कृत्वा अथवा इति कारणेन इति कारणेन तत्र उपस्थितौ इति अस्ति उपस्थितौ इति विभक्ति का उपस्थितौ सप्तमी हा उपस्थितिः उपस्थितौ उपस्थितौ अनुपस्थितौ पितुः अनुपस्थितौ एतादृश्याः घटनायाः घटनायाः घटना विशेषम् एतादृश्याः विशेषणं समीचीनं हा समीचीनम् कारणेन सा चिन्ताग्रस्ता आसीत् अपि च राज्ञः दुष्यन्तस्य अनुरागे लीना आसीत् सा दुष्यन्तस्य तत्र प्रथमविभक्ति रूपं वदतु राज्ञः दुष्यन्तस्य इति अस्ति तत्र राजन् दुष्यन्तः राजा दुष्यन्तः राजा दुष्यन्तः राज्ञः दुष्यन्तस्य समीचीनं राजन् राजन् शब्दस्य राजनेव राजन् राजन् शब्दस्य राजा इति राजा प्रातिपदिकं राजन् राजन् प्रातिपदिकं राजा इति प्रथमविभक्तिरूपं राजा दुष्यन्तः राजा दुष्यन्तः तस्य तस्य अनुरागे मग्ना आसीत् मग्ना लीना आसीत् समीचीनं इदानीं तत्र चिन्ताग्रस्ता इति अथवा पूर्वमपि तत्र वयं किं हा तादृश तत्र हा तत्र लीना इति आसीत् इति अथवा तत्र अनुरागलीना अनुरागलीना इति अपि तत्र संयुक्तपदं तत्र भवितुमर्हति अनुरागलीना आसीत्. इदानीम् अग्रे तस्मिन् अवसरे एकदा दुर्वासाः दुर्वासाः ऋषिः कण्वस्य आश्रमम् आगतवान्. तस्मिन् समये एकदा दुर्वासाः ऋषिः कण्वस्य आश्रमम् आगतवान् आश्रमम् आगतवान् कण्वस्य आश्रमम् आगतवान् ऋषिः विशेषणम् ऋषिः इति विशेष्यम् अस्ति विशेष्यं कण्वस्य न न ऋषिः इति तत्र दुर्वासाः इति दुर्वासाः इति विशेषः सः कः इत्युक्ते ऋषिः सः ऋषिः दुर्वासाः इति दुर्वासः इति प्रायशः तत्र विशेष तत् विशिष्टपदम् अस्ति भगिनि तत्र साधारणपदं नास्ति इति मन्ये तत्र यथा विश्वामित्रः अथवा कण्वः आसीत् तत्र दुर्वासा इति प्रायशः सकारान्तपदम् इति मन्ये अहं चिन्त्यामि दुर्वासास् इति सकारान्तपदम् इति मन्ये भगिनि विशेषपदम् इति मन्ये साधारणपदं नास्ति अतः तत्र प्रथमविभक्तिरूपम् अस्ति किं भगिनि आकारान्तपुल्लिङ्गपदं नास्ति आकारान्तपुल्लिङ्गपदम् इति मा चिन्तयतु तत्र राजा तत्र राजा आकारन्तु पुल्लिङ्गपदं नास्ति खलु तादृशे एव तत्र प्रथमविभक्तिरूपं तादृश अस्ति किन्तु प्रातिपदिकं तत्र हलन्तपदम् इति मन्ये सकारान्तपदम् इति मन्ये रा दुर्वासास् इति अस्ति मम चिन्तनं किन्तु द्रष्टव्यमस्ति कदाचित् गौरवार्थमपि बहुवचनम् उपयुज्यते किं किं भगिनि गौरवार्थं हा किन्तु भगिनि तत्र तादृश नास्ति तत्र तद् यदि अपि यद्यपि यदि वयं न जानीमः चेदपि तत्र वाक्यं दृष्ट्वा वयं ज्ञातुं शक्नुमः एतद् हलन्तपदम् अस्ति इति कथमिति अग्रिमवाक्यं यदि पठामः तदा भवति अस्तु लक्ष्मी भगिनी अग्रे पठतु अस्तु दुष्यन्तं ध्यायन्ती शकुन्तला दुर्वासस्य आह्वानं शकुन्तला अग्रिमपदं किं शकुन्तला दुष्यन्तं ध्यायन्ती शकुन्तला दुष्यन्तं ध्यायन्ती शकुन्तला दुर्वाससः आह्वानं न श्रुतवती हा अस्तु तत्र शकुन्तला न श्रुतवती किं न श्रुतवती आह्वानं न श्रुतवती कस्य आह्वानं न श्रुतवती इत्युक्ते प्रश्नः कः तत्र शकुन्तला आह्वानं न श्रुतवती इदानीं प्रश्नः किं भवति आह्वानम् इति विषये आह्वानं द्वितीयभक्ति किन्तु आह्वानम् इति विषये किञ्चित् अधिकं ज्ञातुम् इच्छामश्चेत् तत्र कीदृशः प्रश्नः भवति आह्वानम् इति तत्र भवती वदति आह्वानम् अस्ति आह्वानम् अस्ति इति भवती वदति तत्र प्रश्नः किं भवति न प्रश्नः किं भवति आह्वानम् आह्वानं पत्रम् आह्वानपत्रम् आगतम् अस्ति इति यदि भवती वदति तत्र प्रश्नः कः भवति कस्य आह्वानम् इति कः प्रेषितवान् अथवा का प्रेषितवती कस्य आह्वानं अत्र शकुन्तला आह्वानं न श्रुतवती. इदानीं प्रश्नः, कस्य आह्वानं न श्रुतवती? दुर्वाससः. हा, दुर्वाससः इति इदानीं विभक्ति का तत्र? हा, इदानीं तत्र दुर्वाससः इति षष्टिविभक्तिरूपम् अस्ति चेत् तत्र कीदृशपदम् इति चिन्तनं भवति? हलन्तपदं वा अजन्तपदं वा? रामशब्दवत् वा अथवा मनस् शब्दवत् वा कीदृशम्? मनस् शब्दवत् इति अहं मन्ये. हा, सकारान्तपदं, सकारान्तपदं तत्र, हा सकारान्तपदं तत्र हलन्तपदम् इति. यदि तत्र, हा यदि तत्र अकारान्तपदं देवशब्दवत् आसीत् चेत् तत्र देवस्य इति भवति. देवस्य. किन्तु तत्र तादृशः नास्ति षष्टिविभक्तौ. तत्र दुर्वाससः मनस्, तत्र मनसः, तत्र दुर्वासस् इति मम चिन्तनं भगिनि, सत्यं. किन्तु द्रष्टव्यमस्ति विशेषपदम् इति मन्ये भगिनि. अतः तत्र तस्य आह्वानं सा न श्रुतवती. कीदृशी शकुन्तला? ध्यायन्ती शकुन्तला, शत्रुप्रत्ययः. ध्यायन्ती शकुन्तला, शकुन्तला. कं ध्यायन्ती शकुन्तला? दुष्यन्तम्. कर्मपदं दुष्यन्तं ध्यायति, ध्यायति, ध्यायति तस्मिन्नेव ध्यायति शकुन्तला. शकुन्तला ध्यायति दुष्यन्तं तस्मिन्नेव समये. तस्मिन् समये ध्यायति शकुन्तला, तस्मिन् समये आह्वानं न श्रुतवती. न श्रुतवती इति कृत्वा प्रथमाक्रियायाः प्रथमाक्रियायाः शत्रन्तरूपं स्वीकृत्य ध्यायन्ति शकुन्तला इति तत्र स्थापितम् अस्ति. अस्तु, अग्रे भगिनि. क्रोधेन दुर्वासाः शकुन्तलाम् अपिशप्तवान्. यस्य ध्याने त्वं मग्ना असि, स त्वां विस्मरिष्यति इति. सः शापं दत्तवान्. यस्य ध्याने त्वं मग्ना असि, सः त्वां विस्मरिष्यति इति. अस्तु, तत्र त्वाम् इति रूपं किं? त्वाम् इति विभक्तिका? शकुन्तलां, शकुन्तलां विस्मरिष्यति सः. विभक्ति, विभक्ति यः त्वाम् इति विभक्तिका, त्वां द्वितीयविभक्ति. हा, कर्मपदं त्वां, त्वां विस्मरिष्यति. विस्मरिष्यति इति कर्मक्रियापदं, तस्य कर्मपदं त्वां. कः विस्मरिष्यति? यः, यः यस्य ध्याने, यस्य ध्याने त्वं, ध्याने शकुन्तला मग्ना असि, अस्ति, मग्ना आसीत्, मग्ना आसीत्. अत्र तत्र त्वम् इति अस्ति इति कृत्वा त्वम् असि, त्वं मग्ना, त्वं सः, सः त्वां, सः त्वां विस्मरिष्यति. यस्य ध्याने त्वं मग्नासि, सः, सः पुरुषः त्वां विस्मरिष्यति, विस्मरिष्यति. तत्र अभिषिप्तवान् इति अस्ति, तत्र शकुन्तलाम् इति. कं विषप्तवान् अथवा कां विषप्तवान्? शकुन्तलां, कर्मपदम्, अभिशप्तवान् इति भवति. समीचीनं भगिनि, अस्तु महोदय, धन्यवादः. हा, वदतु भगिनि. अत्र महोदय, यदि त्वं पदस्य विशेषणं प्रयत्न करोमि, मग्नं त्वम् इति अपि न, न, न, न, तत्र मग्नं न भवति भगिनि, यतोहि तत्र विशेषणम् अस्ति. तत्र तत्र यथा तत्र चिन्ताग्रस्ता, लीना इति अस्ति, विशेषणं भवति, स्त्रीलिङ्गे एव भवितुम् अर्हति. आकारान्त इति विशेषः नास्ति, किन्तु स्त्रीलिङ्गे स्त्रीलिङ्गरूपं भवति इति विषयः. प्रातिपदिकं किं महोदय? मग्ना एव तत्र लता शब्दवत्. अस्तु, आकारान्त स्त्रीलिङ्गपदमस्ति मग्ना, मग्नः इति तत्र विशेषणं भवति, मग्नः मग्ना मग्नम्, यथा तत्र यथा तत्र चिन्ताग्रस्तः चिन्ताग्रस्ता चिन्ताग्रस्तम् इति तत्र मग्ना, चिन्ताकुला चिन्तामग्ना इति तादृश तत्र विशेषणमस्ति। अत्र त्वम् इति स्थाने यदि पुरुषः अस्ति चेत् तत्र त्वं मग्नः इति, हा शकुन्तला अस्ति इति कृत्वा तत्र मग्ना, त्वं मग्ना इति अस्ति, नो चेत् तत्र पुरुषः अस्ति चेत् तत्र मग्नः इति भवति। अपि तत्र त्वाम् इति तत्तु तत्र त्वाम् इति तस्य परिवर्तनं भवति वा, त्वाम् इति स्त्रीलिङ्गे अस्ति वा? न न, हा त्वं त्वामेव, अहं माम् इति एव भवति, अतः तत्र त्वाम् इति तत्र स्त्रीलिङ्गमिति नास्ति, किन्तु मग्ना इति तत्र शकुन्तला महिला इति कृत्वा तत्र स्त्रीलिङ्गे अस्ति। अवगतं, समीचीनं वा भगिनि? अस्तु, हा तत्र अपि ध्याने कस्मिन् विषये मग्ना अस्ति, दुष्यन्तस्य ध्याने मग्ना अस्ति इति, अतः तत्र सप्तमी अपि अस्ति। अस्तु अग्रे तत्र महोदय, क्षम्यतां महोदय, दुर्वासः इति विशेषपदमस्ति, तस्य रूपाणि कानि भवन्ति महोदय, प्रथमाविभक्ति, हौ इट् इस् कान्जुगेटेड्? सत्यं भगिनि, तत्र द्रष्टव्यमस्ति भगिनि, अतः अहम् उक्तवान् तत्र साधारणपदं नास्ति, तत्र दुर्वासस् इति सकारान्तपुल्लिङ्गपदम् इति मन्ये भगिनि, तत्र महोदय विशेषपदमस्ति, दुर्वासाः इति एकवचने भवति, दुर्वासाः शकुन्तलम् दुर्वासाः एकवचनरूपम्, एकवचने बहुवचने इव अस्ति, परं दुर्वासाः इति दुर्वाससौ दुर्वाससः इति भवति, दुर्वाससं दुर्वाससौ दुर्वाससः इति तादृशम् महोदय, शब्दमञ्जर्यमस्ति खलु एतत्? आमामां महोदय, दुर्वासाः दुर्वाससौ बहुवचनं किं? दुर्वाससः दुर्वाससः द्विवारं दुर्वाससः बहुवचने एक प्रथमाविभक्ति, द्वितीयविभक्ति बहुवचने, पञ्चमी एकवचने, षष्ठी एकवचने समानमेव। पुल्लिङ्गपदं वा महोदय? पुल्लिङ्गपदं, पुल्लिङ्गपदं महोदय विशेष, अतः अत्र विशेषपदमस्ति, अतः तत्र करपत्रे एतत् न स्वीकृतमस्ति, करपत्रे तत्र तु पश्यतु तत्र पुल्लिङ्ग सकारान्तपदमेव नास्ति, नास्ति नास्ति नास्ति, पुनः एकवारं वदतु महोदय, प्रथमाविभक्ति दुर्वाससाः इति भवति, दुर्वाससाः दुर्वास प्रथमाविभक्ति दुर्वास प्रथमाविभक्ति एकवचनं दुर्वासाः इति, दुर्वासाः दुर्वाससौ दुर्वाससः, अनन्तरं हलन्त इव पद अस्ति, दुर्वाससा इति दुर्वासोभ्यां दुर्वासोभिः दुर्वाससे दुर्वासोभ्यां, विशेषपदमस्ति अतः किञ्चित् भिन्नमस्ति। तत्र अग्रे गत्वा तृतीयविभक्ति आरभ्य तत्र मनस् इव रूपमस्ति वा महोदय? दुर्वाससा इति मनसा इति दुर्वाससा, हा दुर्वाससोभ्याम् इति दुर्वाससोभ्याम्, आम् दुर्वासोभिः मनोभ्याम् इति खलु अत्र, हा हा हा मनोभ्यां, हा दुर्वासोभ्याम् इति, हा दुर्वासोभिः दुर्वासोभिः दुर्वाससे दुर्वाससः दुर्वाससः दुर्वाससि इति भवति, हा अस्तु अग्रे पठामि वा महोदय? तत्र अस्तु, तत्र भवती तत्र विस्मरिष्यति इति, अस्तु तावत्पर्यन्तं धन्यवादः भगिनि, अस्तु अग्रे तत्र तीर्थात् आगत्य कण्वः सर्वं वृत्तान्तं ज्ञातवान्, क्षम्यतां महोदय, अत्र अप्सराः इति तदपि अप्सराः इति तदपि दुर्वासस्य इव अस्ति, अप्सरस्यापि दुर्वासस्य एकमेव रूपम् अस्ति. हा सत्यं सत्यं महोदय, सत्यं सत्यं महोदय, उत्तममस्ति महोदय, हा उत्तममस्ति महोदय, सत्यं. हा अतः अप्सरस् इति स्त्रीलिङ्गे अस्ति सकारान्तपदम्, एतत् पुल्लिङ्गे अस्ति. पुल्लिङ्गे हा समीचीनम् अस्ति. हा अस्तु, तदेव रूपम् अस्ति. हा धन्यवादः महोदय. हा समीचीनम् अस्तु, धन्यवादः. तीर्थात् आगत्य तीर्थयात्रा समापितवान्, समाप्य आगतवान्, सर्वं वृत्तान्तं ज्ञातवान्. मुनिकुमार मुनिकुमाराभ्यां शार्ङ्गरव शारद्वाभ्यां शारद्वथाभ्यां गौतम्या च सह कण्वः शकुन्तलां तस्याः पत्युः चक्रवर्तिनः दुष्यन्तस्य राजभवनं प्रेषितवान्. हा अस्तु, तत्र बहु किमपि अस्ति तत्र वक्तव्यं तत्र. हा अस्तु भगिनि, तत्र तत्र सः कण्व मुनिः किं कृतवान्? राजभवनं प्रेषितवान्. कां प्रेषितवान्? शकुन्तलां प्रेषितवान्. शकुन्तलां प्रेषितवान्, कुत्र कुत्र प्रेषितवान्? तत्र किं राजभवनं राजभवनं प्रेषितवान्. तस्य राजभवनं तस्याः पत्युः चक्रवर्तिनः दुष्यन्तस्य राजभवनम्. हा दुष्यन्तस्य राजभवनं, कीदृशदुष्यन्तः? चक्रवर्तिनः विशेषणम्. इदानीं सः केवलं चक्रवर्ती नास्ति, सः शकुन्तलायाः पतिः पत्युः इति. हा तदपि विशेष विशेषपदम् अस्ति पति पति इति. तत्र कविः इति पदस्य षष्टि किम् अस्ति? कवेः. हा किन्तु एतत् पतेः नास्ति खलु, एतत् पत्युः इति अस्ति. हा तत् पतिः अपि इकारान्त पुल्लिङ्गपदम् अस्ति, किन्तु विशेषपदम् अस्ति, कविशब्दवत् नास्ति, पत्युः इति षष्टि विभक्ति भवति. हा शकुन्तलायाः पतिः अपि अस्ति इति कृत्वा तस्याः पत्युः चक्रवर्तिना दुष्यन्तस्य राजभवनं प्रेषितवान् इति अस्ति. केन सह प्रेषितवान्? गौतम्या शार्ङ्गरव शारद्वदाभ्यां गौतम्या च. हा तत्र तत्र कति जनाः सन्ति? तत्र कति कति जनाः सन्ति तत्र? ओ मुनिकुमाराभ्यां, ओ मुनिकुमाराभ्यां शार्ङ्गरव. हा अतः तत्र हा जनत्रयम् अस्ति तत्र. हा एकमस्ति, एका अस्ति गौतमी, एका अस्ति गौतमी, मुनिकुमारौ द्वौ, के कौ? शार्ङ्गरव इति एकः, शार्ङ्गरवः शार्ङ्गरवः शार्ङ्गरवः शार्ङ्गरवः न न शार्गन शार्ङ्ग तत्र इङ्ग शार्ङ्ग तत्र गतवर्गे भगिनी भवती एव तत्र तत्र कथा सेप्टेम्बर् मासे अस्ति इति सूचितवती खलु तत्र कुम्भकोण सारङ्गपाणि इति सारङ्गपाणि इति यद् वदामः किन्तु तत् तत् दोषायाः एव अस्ति खलु तत्र शार्ङ्गपाणि शार्ङ्गरव शार्ङ्गरव अपि शारद्वत् शारद्वत् शारद्वत् इति प्रायशः शारद्वत् अर्थः कः महोदय? न जानामि भगिनि, तत्र शार्ङ्गरव अपि अर्थं न अर्थः मया न ज्ञायते, किन्तु तत्र एकः तत्र मुनिकुमारौ तत्र द्वौ मुनिकुमारौ स्तः अपि एका अस्ति गौतमी. शारद्वतौ इति तत्र एकः एकः अस्ति शार्ङ्गरवः, अन्यः अस्ति शारद्वत् इति प्रायशः द्वयोः. हा अतः तत्र भवद्भ्याम् इति यति भवति भवद्भ्याम् इति तत्र तादृश शारद्वथाभ्याम् इति तत्र थाभ्याम् इति तत्र थाभ्यां तत्र पञ्चजनाः सन्ति न न पञ्चजनः नास्ति न तत्र मुनिकुमाराणां मुनिकुमारयोः नाम नाम दत्तमस्ति भगिनि तत्र मुनिकुमार मुनिकुमारद्वयमस्ति तत्र तस्य द्वय तस्य मुनिकुमारद्वयस्य नाम दत्तमस्ति तत्र एकः अस्ति शार्ङ्गरव अन्यः अस्ति अन्यः अस्ति शारद्वत इति मन्ये शारद्वत् इति तत्र गौतमी अपि अस्ति अतः तत्र जनत्रयम् अस्ति जनत्रयः अस्ति अस्तु अस्तु अग्रे तत्र केवलं निमिषं निमिषद्वयमेव अस्ति अतः किं कुर्मः तत्र क्षम्यतां महोदय महोदय अत्र तु गौतमी शारङ्गवः शारङ्गव अपि शारद् शारद्वत् वत अपि कण्वमुनि अपि शकुन्तला न न न कण्वमुनि न गच्छति कथं जानीमः सः न गच्छति कण्वः प्रेषितवान् सः प्रेषितवान् अतः सः न गच्छति सः न गतवान् कण्वः प्रेषितवान् इत्युक्ते सः न गतवान् राजभवनं प्रेषितवान् प्रेषितवान् इत्युक्ते किं सेण्ट् इति ईमेल् प्रेषयामि ईमेल् प्रेषयामि तत्र प्रेषितवान् अस्तु किञ्चित् भिन्ना अस्ति आङ्ग्लभाषायामपि प्रेसेण्टेड् अपि सेण्ट् अवगतम् अत्र केवलं सेण्ट् सेण्ट् इति महोदय दुष्यन्तं ध्यायन्ति हौ इट् बिकम्स् ध्यायन्ति इट् शुड् बि ध्यायन्ति नो ध्यायन्ति शकुन्तला शकुन्तला ध्यायन्ति तत्र शत्रन्तरूपं स्त्रीलिङ्गपदम् ओके शकुन्तला ध्यायन्ति ओके तत्र पश्यन् इति पुल्लिङ्गे अस्ति भगिनि पश्यन् पश्यन् इति पुल्लिङ्गे तत्र पश्यन्ती इति स्त्रीलिङ्गे अस्ति पश्यन्ती इति अस्ति वा ओके पश्यन्ती इति दीर्घ इकारः पश्यन्ती क्रियापदे पश्यन्ती इति ह्रस्व इकारः ते पश्यन्ति अत्र सा पश्यन्ती इति भवति नदीवत् भवति नदीवत् भवति सत्यम् अतः तत्र ध्यायन्ति इति शत्रन्तरूपम् अस्तु तर्हि तत्र प्रेषितवान् इति तावत्पर्यन्तम् अद्य पठितवन्तः अग्रे गत्वा पश्यामः अग्रिमे वर्गे किं भवति इति अस्तु तर्हि तत्र एकम् अन्य गोमती अपि शारङ्गरव अपि शारद शकुन्तलां प्रेषितवान् न न न तेन सह तत्र तैः सह प्रेषितवान् शकुन्तला एकाकी न गतवती एकाकी तु न किन्तु कुल तत्र तत्र जनत्रयम् अस्ति अपि शकुन्तला किन्तु तत्र तया सह इति वदामश्चेत् तत्र तया सह सा गतवती इति न भवति किन्तु तया सह जनत्रयं जनत्रयमस्ति अतः तत्र मिलित्वा तत्र जनचतुष्टयम् अस्ति किन्तु तया सह जनत्रयम् अस्ति अस्तु तत्र किम् इदानीं समयः अपि जातः तत्र अस्तु तत्र लक्ष्मी भगिनी तत्र अन्ते शान्तिं वदतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादः महोदय. धन्यवादः महोदय सर्वेषां. धन्यवादः महोदय. शुभरात्रिः. नमः सर्वेषां. धन्यवादः.